नमस्कारः सर्वेभ्यः. अस्माकं न्यायचिन्तनवर्गः सोमवासरस्य वर्गः इदानीं प्रचलति. तत्र विषयः अस्ति अनुमानम् एव. तत्र द्विनवति अधिक एकशततमे पुटे एकनव द्वे तत्र तृतीयपरिच्छेदे इदानीं स्वयं तत्र स्मः खलु. आं महोदय. तर्हि अत्र रामप्रिया भगिनी पठितुमिच्छति वा इदानीम्? आम्, इदानीं स्वयं धूमस्वभावमाह सहचर्यनियमः व्याप्तिः इति साहचर्यनियमः साहचर्यं समानाधिकरण्यं तस्य नियमः अपरित्यागः धूमः वह्निसामानाधिकरण्यं न परित्यजति इति तदर्थः. यदि हि धूमः वह्नि अभाव अधिकरणोऽपि अधिकरणेऽपि भवेत् वह्निसामानाधिकरण्यं त्यजेत् न एवंविधः सः अर्थात् वह्नि अभाव अधिकरणे न भवति इति लभ्यते. तेन च धूमः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् इति पूर्वोक्तः व्याप्तिपदार्थः वाक्यादेव लभ्यते. साम्प्रदायिकानाम् अत्रत्यवर्णनप्रकारः क्लिष्टत्वाद् उपेक्षितः. अस्तु, इदानीं वयं धूमस्वभावम् आह धूमस्य स्वभावः कीदृशम् इति पश्यामः. तत्र साहचर्यनियमः व्याप्तिः इति साहचर्यनियमः इत्युक्ते तद् धूमवन्योः समानाधिकरण्यं साहचर्यम् इत्युक्ते समानाधिकरण्यं धूमवन्योः समानाधिकरण्यं साहचर्यम्. अस्तु, तत्र व्याप्तिः इति साहचर्यनियमः व्याप्तिः इति तस्य नियमः समानाधिकरण्यं तस्य नियमः अपरित्यागः तु न त्यक्तुं शक्नुमः इति वा अपरित्यागः. अस्तु, न त्यक्तुं शक्नुमः साहचर्यनियमः इति पदमस्ति खलु तुलक्षरैः, तस्य पदस्य वर्णनं साहचर्यं सामानाधिकरण्यं तस्य नियमः एवं न त्यक्तुं शक्नुमः. अस्तु, धूमः वह्निसामानाधिकरण्यं न परित्यजति इति तदर्थः. तस्य अर्थः एव धूमः वन्योः सामानाधिकरण्यं यद् सामानाधिकरण्यं धूमवन्योः अस्ति तद् न परित्यजति इति एव तस्य अर्थः. यदि हि धूमः वह्नि अभाव अधिकरणे अपि भवेत् वह्निसामानाधिकरण्यं त्यजेत्. अस्तु, धूमः वह्नि अभाव अधिकरणे भवेत् सम्भावना यत्र वह्निः नास्ति तद् वह्नि अभावः. तस्मिन् अधिकरणे यदा धूमः भवेत् तत्र किं भवति वह्निसामानाधिकरण्यं त्यजेत्. आम्, तस्मिन् समये वह्निसामानाधिकरण्यं न भवेत् तद् तादृश सम्भावना नास्ति. तद् एवंविधः सः तादृशं न भवति किल. सः कः अत्र न एवंविधः सः साहचर्यनियमः धूमः खलु एवंविधः धूमः यत्र वह्निः अस्ति तत्र एव धूमः भवति. यत्र वह्नि अभावः अस्ति तत्र धूमः अपि नास्ति. परन्तु अत्र दत्तमस्ति वह्नि अभाव अधिकरणे धूमः भवेत् इति यद् सम्भावना यदि भवेत् वह्निसामानाधिकरण्यं त्यजेत्, यदा तादृशं भवेत् चेत् वह्निसामानाधिकरण्यम् इति तद् तादृशं त्यजेत् इत्युक्ते त्यक्तं, तद् तादृशस्थितिः त्यक्तम्. एवं विधः तादृशनियमः तर्हि सम्यक् न भवति, न सम्यक् न भवति. आम् एवं विधः न विधः सः न एवं विधः ओ अस्तु नै धूम सः धूमः तथा नास्ति. यत् वह्नि अभावकरणे भवति इति तादृश स्वभावः वा स्थितिः वा न भवति धूमस्य. अर्थात् वह्नि अभाव अधिकरणे न भवति इति लभ्यते. अस्तु, वह्नि अभाव अधिकरणे धूमः अपि न भवति इति वयम् अवगन्तुं शक्नुमः. तेन च धूमः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् इति पूर्वोक्तः व्याप्तिपदार्थः वाक्यादेव लभ्यते. यद्वयं पूर्वं व्याप्तिपदार्थः पूर्वोक्तव्याप्तिपदार्थः वाक्यं किम् इत्युक्ते धूमः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् धूमः. आम् यत्र आम् वह्निः अस्ति यत्र यत्र वह्निः तत्र धूमः. अतः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् धूमः इति वयं यद् व्याप्तिपदार्थविषये दृष्टवन्तः तद्वाक्यम् इदानीमपि साधुः एव. साम्प्रदायिकानाम् अत्रत्यवर्णनप्रकारः क्लिष्टत्वात् उपेक्षितः. साम्प्रदायिकाः इत्युक्ते सिद्धान्तिनः वा महोदय, सिद्धान्तिनः इति वा? प्रायः क्लिष्टत्वात् क्लिष्टकरम् अस्ति इति न उक्तं न उक्तम्. अस्तु, तस्य वर्णनं अत्र वर्गे उक्तं यत् तत्र यत्र यत्र धूमः तत्र अग्निः इति वाक्यं सिद्धान्तिनः, किन्तु व्याप्तिः इत्युक्ते वह्नि अभावाधिकरणनिरूपितवृत्तित्व अभावः तादृशवाक्यं पूर्वपक्षिणः. अत्र पूर्वं चेस् बोर्ड् आसीत् खलु, चतुरङ्गफलकं, तत्र येषु स्थलेषु वह्नि अभावः अस्ति वह्नि एव नास्ति तेषु स्थलेषु अवश्यं धूमः नास्ति खलु. तदपि व्याप्तिः, यत्र वह्नि अभाव अधिकरण अस्ति तेषु अधिकरणेषु अधिकरणैः निरूपित यः वृत्तित्वम् अस्ति अधेयता अस्ति तत्र अभावः अस्ति धूमस्य हेतोः, तदेव व्याप्तिः. वह्नि नास्ति चेत् धूमः न भवेत् इति, किन्तु अस्मिन् पर्वे धूमः दृश्यते इति चिन्तनं, व्याप्तिचिन्तनं, तस्मात् वह्नि भवेत् इति अनुमितिः. एकरीत्या यत्र यत्र व्याप्यः तत्र व्यापकः इति एकरीत्या, अपररीत्या साध्य अभाव अधिकरणनिरूपितवृत्तित्व अभावः हेतोः स्वभावः. खलु, अग्रे सरलभगिनी पठति वा एतावता? अस्तु, एतावता परामर्शविषयी भूताव्याप्ति अर्थात् पदैः च निरूपिते निरूपिता. इदानीं व्याप्तिविशिष्ट पक्षधर्मता ज्ञानं परामर्श इति परामर्शलक्षणे वा पक्षधर्मता प्रविष्टा ताम् आह व्यापस्य इति. व्याप्यस्य धूमादे पर्वता आदिवृत्तित्वं पर्वता आदि निरूपित संयोगसम्बन्ध अवच्छिन्ना वृत्ति पक्षधर्मता तत् अवगाहि ज्ञानं पक्षधर्मता ज्ञानम् इदं च पर्वतो धूमवान् इत्याकारकं पर्वतः वह्नि व्याप्य धूमवान् इत्याकारकं वा उभयविधं शक्यं धर्तुम् उभयमपि तत् अवगाहते एव पर्वतधूमयोः सम्बन्धम् अतः उभयं पक्षधर्मता ज्ञानं तावन्मात्रविषयकत्वेन परामर्श तत्र व्याप्ति अपि भानादिति द्रष्टव्यम् एतावता परामर्शविषयीभूता व्याप्ति अर्थात् पदै च निरूपिता वयं दृष्टवन्तः परामर्शज्ञाने व्याप्ति विषयीभूतकज्ञानमपि अपि पक्षधर्मता द्वे द्वाभ्यां ज्ञानाभ्यां परामर्शज्ञानम् आगच्छति अतः व्याप्ति विषयीभूत भवति परामर्शज्ञाने पदै च निरूपिते तत् वयं पदै यत्र स्थूलाक्षरे अक्षरं दत्तम् अस्ति यत्र यत्र धूम तत्र अग्नि इति साहचर्यनियमव्याप्तिः इति पदैः तत् पदैः निरूपि वयं पूर्वं निरूपितवन्तः इदानीं व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इति परामर्शलक्षणे या पक्षधर्मता प्रविष्टा व्याप्तिविशिष्ट वयं जानीमः पक्ष अस्ति पर्वत तस्मिन् धूम अस्ति विशेषणं तत् धूम भवति विशिष्टकारणं तत् व्याप्ति अवच्छिन्ना धूम अस्ति तत् धूम भवति व्याप्तिविशेषणम् अस्ति तत् धूमस्य प्रति धूम अस्ति विशिष्ट तत्र सो व्याप्तिविशिष्ट व्याप्त्याः विशिष्टधूम भवति पक्षधर्मता ज्ञानम् अपि परामर्शयति भवति अन्यरीत्या भिन्नशैल्यां ग्रन्थकारः वदति सो परामर्शलक्षणे इति आगच्छति व्याप्तिविशिष्टधूम पक्षधर्मता ज्ञानम् इति परामर्शज्ञान परामर्शलक्षणे पक्षधर्मता प्रविष्टा सो पक्षधर्मता अपि परामर्शज्ञाने इति आगच्छति अन्तर्भूता अस्ति प्रविष्टा ताम् अह व्याप्यस्य इति यदि पर पक्षधर्मता इति वयं पक्षधर्मता इति स्वीकुर्मः तत् भवति व्याप्यस्य इति व्याप्यस्य इति हेतोः हेतो मीन्स् धूमस्य इति भवति व्याप्तिः सो व्याप्यस्य इत्युक्ते धूमस्य धूमादे पर्वता आदि वृत्तित्वं पर्वतादि निरूपितसंयोगसम्बन्धा अवच्छिन्नावृत्तित्वं पक्षधर्मता तत् अवगाहि ज्ञानं पक्षधर्मता ज्ञानम् इदानीं केवलं पक्षधर्मता ज्ञानं किम् अस्ति तत् वयं जानीमः पक्षधर्मता हेतोः पक्षः तयोः मध्ये यः सम्बन्धः अस्ति तत् अस्ति पक्षधर्मता अस्माकं प्रकृते उदाहरणं हेतुः अस्ति धूम पक्ष अस्ति पर्वतं धूमपर्वत तयोः संयोगसम्बन्धः अस्ति धूमादे पर्वत आदि वृत्तित्वम् इत्युक्ते धूमनिष्ठ आद्येयता निरुपति पर्वतनिष्ठा अधिकरता इति भवति पर्वतादिवृत्तित्वं पर्वतादि निरूपितसंयोग भवति संयोगसम्बन्ध अवच्छिन्ना तत् पर्वतादि निरूपितसंयोगसम्बन्ध अवच्छिन्न वृत्तित्वं पक्षधर्मता तत् अवगाहि ज्ञानं पक्षधर्मता ज्ञानम् अन्यरीत्या वदि यथा वयं पूर्वं दृष्टवन्तः विशिष्ट वैशिष्ट अवगाहि ज्ञानं तत् अस्ति पक्ष धर्मता वैशिष्ट अवगाहि ज्ञानं यत् धूम विशिष्ट अस्ति अपि तस्य पक्षे यत् अधिकरणम् अस्ति तयोः मध्ये सम्बन्ध अस्ति यत् तत् अस्ति पक्षधर्मता सम्बन्ध अवच्छेदकम् अस्ति इति पक्ष इति इदानीम् उक्तम् इदं च पर्वतो धूमवान्। पर्षकधर्मता किम् अस्ति? पूर्वं यदि वयं केवलं पर्वतधूम तयोर्मध्ये यत् संयोगसम्बन्धः अस्ति तत् वयं वदामः पर्वतो धूमवान् इति आकारकं, तत् केवलं पक्षधर्मता एव। इत्याकारं पर्वतवहिनी व्याप्य धूमवान्, यदि वयं वदामः ज्ञानम् अस्ति पर्वतवहिनी व्याप्य धूमवान्, तस्मिन् व्याप्ति अपि अन्तर्भूता अस्ति, कारणं कि धूममान् यत् अस्ति तत् वहिनी व्याप्य अस्ति, तत् भवति परामर्शज्ञानं पर्वतवहिनी व्याप्य धूमवान्। पूर्वं यत् पर्वतधूमवान् अस्ति तस्मिन् केवलं पक्षधर्मता अन्तर्भूता अस्ति, किन्तु यत् आकार पर्वतवहिनी व्याप्य धूमवान् अस्ति तस्मिन् व्याप्ति अपि पक्षधर्मता, द्वयोः ज्ञानस्य स्वीकृतम् अस्ति। इत्याकारं उभयविधं शक्यं धर्तुम्, उभयमपि तत् अवगाहते एव पर्वतधूमयोः सम्बन्ध यथा इदानीम् उक्तवती, अतः उभयं पक्षधर्मता ज्ञानं तावन्मात्र विषयक न परामर्श। पुनः ग्रन्थकारः वदति केवलं पक्षधर्मता ज्ञानं परामर्शज्ञानस्य विषयकज्ञानं नास्ति, तथा वयं पूर्वं जानीमः द्वाभ्यां ज्ञानाभ्यां परामर्शः गच्छति, केवलं पक्षधर्मता ज्ञानं परामर्शज्ञानं नास्ति, केवलं पर्वतो धूमवान् यदि वदामः तत् पक्षधर्मता ज्ञानं न भवति, तत्र व्याप्तिः अपि भानाद् इति भाष्यव्यं। यदि व्याप्ति वयं तस्मिन् निवेशं भवति व्याप्त्याः तदानीम् एव पक्षधर्मता व्याप्तिद्वयोः संयुक्तज्ञानं भवति पक्षधर्मता ज्ञानम्। केवलं वदामि अत्र पक्षधर्मता इत्यस्मिन् तत्र सम्बन्धः कः इति न आवश्यकं, तत् न जानीमः। अस्मिन् सन्दर्भे संयोगसम्बन्धः अस्ति, किन्तु अत्र सुलक्षरैः यद् लिखितं व्याप्यस्य पर्वतादिवृत्तित्वं, पर्वतादि पक्षादि पक्षे वृत्तित्वं यदस्ति स एव पक्षधर्मता। पक्षधर्मता इति यः व्याप्यः भिन्ना भवतु सति तयो मध्ये हेतु पक्षमध्ये संयोगविहाय समवाय अन्यान् सम्बन्धः अपि भवितुं शक्नोति, अतः इति दातुमस्ति भूम आदि वा पर्वत आदि संयोग आदि इति सम्बन्ध साधु इति अस्ति। यः व्याप्यः तस्य पक्षे यद् वृत्तित्वम् अस्ति तदेव पक्षधर्मता। व्याप्यस्य वृत्तित्वं कुत्र? पक्षे। अस्तु लक्ष्मी भगिनी, साधु अस्ति वा स्वक्षरैः वक्तुं किञ्चित् सारांशः, सारांशरूपेण वदति वा? आं महोदय, परामर्शः इत्युक्ते एकविधज्ञानं, कीदृशज्ञानम् इत्युक्ते अत्र अस्मिन् उदाहरणे व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः इति दत्तम् इत्युक्ते तत्र परामर्शस्य यदि व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः इति स्वीकुर्मः तत् परामर्शस्य लक्षणवाक्यम् इव भाति, तदेव व्याप्यस्य इति वदामः। तत्र तस्मिन् परामर्श यद् भवत्या उक्तं पक्षधर्मता इति पदमस्ति खलु, पदं प्रविष्टा पक्षधर्मता तस्यैव व्याप्यस्य इति स्थूलक्षरैः तेन पक्षधर्मता एव सूचिता। पक्षधर्मः एव व्याप्यस्य इति भवता उक्तम् अधुना, तत्र स्थूलक्षरैः पूर्वसिन्पुटे व्याप्यस्य पर्वतादिवृत्तित्वं पूर्वस्मिन् पुटे अस्तु, अधुना समीचीनम्। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता इति पूर्वस्मिन् पुटे अस्ति. ओ अस्तु, तेन ततः अत्र आगच्छति. अस्तु, ओ अस्तु, इन् रेफरेन्स् टु देट् व्याप्यस्य इति उक्तं, पक्षधर्मता सम् उद्दिश्य अत्र उक्तम्. अस्तु, अत्र भूमादेः पर्वतादिवृत्तित्वं तदपि ओ व्याप्यस्य धूमादेः पर्वतादिवृत्तित्वं, पर्वतादिवृत्तित्वं इत्युक्ते तत्र पर्वतादिनिरूपितसंयोगसम्बन्ध अवच्छिन्नवृत्तित्वम् इति पक्षधर्मता. तत्र पूर्वस्मिन् पुटे, न पूर्वस्मिन् किन्तु एकशताधिक षडशीति पृष्ठे चित्रमस्ति खलु, तत्र पूर्वं दृष्टवन्तः सम्बन्धं योजयित्वा कथं दीर्घवाक्यं वदामः खलु, तत्र तेन पर्वतादिवृत्तित्वम् इत्युक्ते धूमः पर्वते पर्वतयोः मध्ये संयोगसम्बन्धः अस्ति. पक्षधर्मता इति पक्षधर्मता पर्वतादिनिरूपितसंयोगसम्बन्ध अवच्छिन्नवृत्तित्वं पक्षधर्मता इति पक्षधर्मतायाः लक्षणं. अत्र भगिनि अत्र यद् इटालिक्स् मध्ये लिखितं तत् पूर्वस्य पदस्य अर्थः व्याप्यस्य इत्युक्ते धूमादेः पर्वतादिवृत्तित्वम् इत्युक्ते पर्वतादिनिरूपितसंयोगसम्बन्धविच्छिन्न वृत्तित्वं तदेव पक्षधर्मता. तादृशपक्षधर्मता तद् अवगाहिज्ञानम् इत्युक्ते तत् विशिष्ट एतत् विशिष्टवैशिष्ट्यज्ञानं खलु. सो इदानीं न, इदानीं विशिष्टवैशिष्ट्यम् इदानीं न, इदानीं केवलं किं विशेषणस्य ज्ञानं, हेतोः ज्ञानं खलु, पक्षधर्मता ज्ञानं. ओ अस्तु, किन्तु ओ अस्तु, धूमादेः धूमः केवलं पर्वतादिनिरूपितसंयोगसम्बन्धः अवच्छिन्नवृत्तित्वं केवलं धूमस्य ज्ञानं, तदवकाहिज्ञानं पक्षधर्मताज्ञानं. अस्तु, किन्तु पक्षधर्मताज्ञानम् इति प्रश्ने सति व्याप्तिविशिष्टपक्षधर्मताज्ञानं अस्तु, तत्र विशिष्टवैशिष्ट्य सम्बन्धः तत्र आगच्छति. आम् अस्तु, यतोहि विशेषणं पुनः विशिष्टः, पक्षधर्मता व्याप्त्या विशिष्टः पुनः अस्ति खलु. आम्, तद् अग्रिमसोपानं किञ्चित् अग्रिम. अस्तु, पर्वतः धूमवान् इति प्रथमं प्रथममस्ति पर्वतः धूमवान्, अनन्तरं तद् सोपानेन पर्वतः वह्निः व्याप्य धूमवान् इति यत् ज्ञानं जायते तत् अनन्तरं तादृशज्ञानं जायते पर्वतः वह्निः व्याप्य धूमवान् इति. उभयमपि तत् अवगाहते एव पर्वतभूमयोः सम्बन्धम्. अत्र तत् इति उभयमपि तत् अवगाहते, इदं च पर्वतो धूमवान् इत्याकारकं पर्वतः वह्निव्याप्य धूमवान् इत्याकारकं वा उभयविधं शक्यं धर्तुम्. ओ अस्तु, पक्षधर्मताज्ञानं पर्वतो धूमवान् वा पर्वतः वह्निव्याप्य धूमवान् उभयविधज्ञानमपि धर्तुं शक्यम् इत्युक्ते द्वयमपि तत्र अप्लिकबल् खलु. सत्यं पक्षधर्मताज्ञानं वाक्यद्वयोः अस्ति, वाक्यद्वये अपि अस्ति खलु. इति इतोपि अधिकम् इन्फर्मेशन् अस्ति, किन्तु पक्षधर्मता तु वाक्यद्वये अस्ति. अस्तु, उभयमपि तत् अवगाहते, अत्र तत् इत्युक्ते पक्षधर्मताज्ञानम्, उभयमपि पक्षधर्मताज्ञानम् अवगाहते एव पर्वतधूमयोः सम्बन्धम्. अतः उभयं पक्षधर्मताज्ञानम्. तावन्मात्रविषयकः तु न परामर्शः, तत्र व्याप्तेः अपि बाणादिति द्रष्टव्यम्. तावन्मात्रविषयकः, तावन्मात्रविषयकः इत्युक्ते अत्र परामर्शः कीदृशः इति प्रश्ने परामर्शः व्याप्तिज्ञानम् अपि च पक्षधर्मताज्ञानम्. न केवलं पक्षधर्मताज्ञानम् अपि च व्याप्तिज्ञानम्. पक्षधर्मता पर्वतः धूमवान् तावदेव न, किन्तु पक्षधर्मता अपि च व्याप्तिज्ञानं द्वयोः मिलित्वा अस्ति परामर्शः. तत्र कुत्र तत्र व्याप्तेः अपि बाणादिति द्रष्टव्यं, तत्र व्याप्तेः अपि व्याप्तेः परामर्शस्य लक्षणे तत्र इत्युक्ते परामर्शः यत्र परामर्शस्य लक्षणवाक्ये परामर्शलक्षणवाक्ये परामर्शः इत्युक्ते तत्र अवश्यं तत्र व्याप्तेः ज्ञानं व्याप्तेः ज्ञानमपि भासते तत्र. यदि परामर्शः इति वदामः तत्र व्याप्तेः ज्ञानमपि अस्ति, विशिष्टवैशिष्ट्यज्ञानम्. तदेव अस्ति. अस्तु, पक्षधर्मता विशिष्टज्ञानं, परामर्शः विशिष्टवैशिष्ट्यज्ञानम्. परामर्शे न केवलं पक्षधर्मताज्ञानम् इति भवत्या उक्तं, व्याप्तेः अपि भानात् भासते, व्याप्ते अपि भासते तस्मिन् ज्ञाने परामर्शे इति चिन्तनीयम्. अत्र पश्यतु, पर्वतो धूमवान् पर्वतः वह्निं व्याप्य धूमवान् वाक्यद्वये पक्षधर्मता तु अस्ति, किन्तु पर्वतः वह्निं व्याप्य धूमवान् इत्यत्र न केवलं पक्षधर्मता ज्ञानम् अपि च धूमः कथं विशिष्टः इति अपि अस्ति. धूमः वह्निव्याप्यः अडिशनल् इन्फर्मेशन् अस्ति तत्र, व्याप्ति व्याप्तिज्ञानमपि तत्र तस्मिन् वाक्ये अस्ति. सः परामर्शः, तद्वाक्यं परामर्शवाक्यमेव यथा सरला भगिनी अपि उक्तं खलु. अस्तु महोदय, अग्रे पठतु कृपया. अनुमानं द्विविधं, स्वार्थं परार्थं च. तत्र स्वार्थं स्वानुमिति हेतुः, तथा हि स्वयमेव भूयो दर्शनेन यत्र धूमस्तत्र तत्र अग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्र अग्नि इति. तदनन्तरं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते. अयमेव लिङ्गपरामर्श इति उच्यते, तस्मात् पर्वतः वह्निमान् इति ज्ञानम् अनुमिति इरुत्पद्यते. तदेतत् स्वार्थम् अनुमानम्. अस्तु, अत्र अनुमानं द्विविधम् इति दत्तम्. अनुमानं अनुमानम् अस्तु, एकनिमिषं महोदय, अहं गतकक्ष्याम् अहं न आसम् अनुमानमिति अनुमानं प्रथमं प्रथमं मा अनन्तरम् अनुमा इति भवति खलु अनुमा अनन्तरम् अनुमिति इति अन्तिमसोपानम् अनुमानमिति करणम् अनुमानमिति करणम् असाधारणज्ञानम् असाधारणं ज्ञानम् इत्युक्ते अत्र परामर्शः परामर्शः एव अनुमानं खलु एकचिन्तने तथा अस्ति किन्तु अनुमानं करणं परामर्शः व्यापारः इति उक्तं खलु पूर्वम् अनुमितिकारणम् अनुमानं परामर्शजन्यं ज्ञानम् अनुमितिः इति परामर्शः अतः परामर्शः एकः व्यापारः परामर्शः एकः व्यापारः तेन अनुमिति जायते किन्तु अनुमितिकरणम् अनुमानम् इति तदपि दत्तं परामर्शजन्यम् अनुमिति कीदृशी इत्युक्ते परामर्शजन्यम् अनुमिति अनुमानेन कथं वदामः परामर्शजन्यं तत्तु सत्यं परामर्शजन्यं ज्ञानम् अनुमितिः किन्तु अनुमितिकरणमपि अनुमानम् अथवा न अनुमिति इति अन्तिमसोपानम् इति अनुमिति इति अन्तिमसोपानम् इति स्वीकुर्मः तत्र प्रथमं ततः पूर्वं परामर्शः भवति व्यापारः एव परामर्शः भवति परामर्शस्य पूर्वं व्यापारः अपि व्यापारः अनुमानात् आगच्छति वा तथा चिन्तयितुं शक्नुमः केचन जनाः वदन्ति परामर्शः एव अनुमानम् इति अपर वर्गे उक्तं व्याप्तिः इति अनुमानम् इति भिन्नचिन्तनं तर्हि अनुमानम् इति किम् इति अनुमान किं किम् अस्ति इति प्रश्नः किञ्चित् ओपन् क्वश्चन् अस्ति तत् अनुमानं भिन्नसोपानानि सन्ति इति पूर्वं बहुपूर्वं करपत्रम् अस्माभिः स्वरूपमहोदय दत्तवान् तत्र भिन्नसोपानानि सन्ति पक्षधर्मताज्ञानं प्रत्यक्षं व्याप्तिस्मरणं परामर्शजन्यम् अनुमितिः इति सोपानानि चत्वारि सन्ति तर्हि अनुमानं सर्वं मिलित्वा इति मम चिन्तनम् एकरीत्या तत्र चर्चा अस्ति किन्तु अस्तु अधुना एकमेव स्टेप् अनुमानमिति न वक्तुं शक्नुमः एकमेव स्टेप् वक्तव्यं चेत् परामर्शः एव यतोहि परामर्शे सर्वम् अस्ति पक्षधर्मज्ञानम् अस्ति व्याप्तिज्ञानम् अस्ति सर्वम् एकस्मिन् वाक्ये अस्ति खलु किं भगिनि अस्तु खलु भगिनि एवमेव अहम् अनुमानम् इत्युक्ते तत्र सोपानेन सोपानेषु कुत्र आगच्छति इति पुनः स्मर्तुम् ऐच्छा ततः एव प्रश्नः सम्यक् अस्ति वर्गे चर्चा जाता अपि च ईमेल् अपि चर्चा जाता तत्र किञ्चित् चर्चा इदानीं ओपन् अस्ति द्रोणं महोदयं प्रष्टव्यं किम् इति अस्मिन् परिच्छेदे किञ्चित् सारांशरूपेण वदतु यतोहि प्रतिपदम् अग्रे उच्यते अग्रे विस्तारेण प्रतिपदस्य विवरणम् अस्ति किञ्चित् यथा यत् किमपि अवगतं तत् सारांशरूपेण वदतु स्थूलक्षरैः लिखितम् अग्रे पश्यामः आम् अस्तु महोदय अनुमानं द्विविधं स्वार्थं परार्थं वा इति द्विविधं स्वार्थमित्युक्ते स्व अनुमिति हेतुः इत्युक्ते स्वयमेव तत्र भूयः स्वयमेव भूयो दर्शेन यत्र भूमस्तत्र अग्निः इति स्वयमेव यत्र सः स्वयमेव पुनः पुनः महानसे सः यत्र धूमः तत्र अग्निः इति पुनः पुनः दृष्ट्वा दृष्ट्वा व्याप्तिम् अवगच्छति, यत्र यत्र व्याप्तिम् अवगच्छति तत् व्याप्तिं ता व्याप्ति न तथा तथा न सः पुनः पुनः दृष्ट्वा यत्र धूमः तत्र महानसे पुनः पुनः दृष्ट्वा यत्र धूमः तत्र यत्र अग्निः तत्र धूमः इति गृहीत्वा सः यदि पर्वतसमीपं गच्छति तत्र सः धूमः पश्यति धूमः पश्यति यदि अग्निः तत्र अस्ति वा न अस्ति इति तस्य मनसि सन्देहः आगच्छति. भगिनि एकनिमिषं, तत्र महानसौ किं जानाति यत्र यत्र किं यत्र यत्र अग्निः तत्र तत्र धूमः? न न तथा नास्ति, विपरीतमस्ति खलु. यत्र यत्र धूमः तत्र तत्र अग्निः. यदि अभावः वदामः चेत् यत्र अग्नि यत्र अग्निः नास्ति तत्र यत्र यत्र अग्नेः अभावः किं वदामः यत्र वह्नि अभावः तथा अस्ति. अपि च सन्देहः कः सन्देहः धूमं पश्यति सन्देहः यदि अग्नि तत्र सः धूमं पश्यति किन्तु अग्नि अस्ति वा इति सन्देहः अस्ति सन्देहम् आगच्छति तदा सः व्याप्तिं स्मरति. व्याप्ति इत्युक्ते यत्र धूमः तत्र अग्निः इति व्याप्तिं स्मरति. तदनन्तरं वह्नि व्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते. यदा सः व्याप्ति स्मरति महानसस्य उदाहरणं स्मृत्वा तदा सः अवगच्छति यत् एतद् एषः धूमः एषः पर्वतः वह्नि व्याप्य धूमवान् इति ज्ञानम् और् एतादृशज्ञानं मनसि उत्पद्यते. अयमेव लिङ्गपरामर्श इति उच्यते. अत्र लिङ्गपरामर्श इत्युक्ते परामर्शः लिङ्गः इव पर्वतः वह्निमान् इति अनुमितेः पूर्वं एतद् लिङ्गः वा परामर्शः लिङ्गः वा परामर्शः वा इति उच्यते. तस्मात् हेतुः ओ अस्तु ओ लिङ्गः हेतुः न तु ओ लिङ्गः हेतुः न धूमहेतुः इति न परामर्श यथा भवत्या उक्तं परामर्श एव लिङ्गः परामर्शहेतुना अनुमितिः जायते. आम् अस्तु तद् आम् तस्मात् पर्वतः वह्निमान् इति ज्ञानम् अनुमितिः उत्पद्यते. तद् एतत् स्वार्थ अनुमानम् अत्र पश्यतु. तृतीयवाक्ये स्वार्थं स्व अनुमितिहेतुः अस्ति खलु. स्व अनुमितिहेतुः तत्र हेतुः धूमः न स्वार्थानुमानं स्व अनुमितेः हेतुः कारणम्. ओ अस्तु अस्तु स्व अनुमितेः हेतुः न तु धूमः. तथा एव लिङ्गपरामर्श हेतुपरामर्श येन हेतुना अनुमितिः उत्पद्यते इति तादृशहेतु. अपि च अन्तिमवाक्ये किं लिखितं तद् एतत् स्वार्थ अनुमानम्. एतत् इत्युक्ते किं सर्वं सर्वाणि यदुक्तानि सर्वं यदुक्तं भूयदर्शनं व्याप्तिज्ञानं किं धूमज्ञानं सर्वं मिलित्वा अनुमानं वा किम् इति न ज्ञायते खलु. एतत् स्वार्थ एतत् इति किं परिच्छेदे यत् किमपि लिखितं सर्वं मिलित्वा अनुमानं वा इति प्रश्नः उदेति एव. भिन्नसोपानानि सन्ति अस्ति खलु अस्मिन्. आमां भूयदर्शनं व्याप्तिज्ञानं पर्वतवाहिमा इति आकार अनुमतेः आकारस्य खादु अनुमानस्य अनुमतेः आकारः खादु अनुमतेः आकारः खादु अग्रे रवप्रियभगिनी पठति वा एतावता आं महोदय एतावता ग्रन्थेन प्रमाप्रभेदः अनुमितिरूपः तस्य करणम् अनुमानप्रमाणं तद्विषयौ व्याप्तिः पक्षधर्मता च निरूपितौ तस्यैव अनुमानस्य सम्प्रति विभागमाह तत् द्विविधं स्वार्थं परार्थं च इति अर्थ इति पदं शास्त्रे फले व्यवह्रियते फलं प्रयोजनम् अर्थः इति पर्यायाः स्वस्य प्रयोजनेन तत् स्वार्थम् अनुमानं किं पुनः स्वस्य फलं परामर्शात्मक अनुमानेन उच्यते अस्तु प्रमायाः प्रभेदः चतुर्विधः इति वयं दृष्टवन्तः अनुमानप्रमाणं शाब्दबोधम् इति एकम् अस्ति किल महोदय शाब्दबोधः अनुमानम् उपमानं प्रथममेव विस्मृतवती प्रत्यक्षं तदेव प्रत्यक्षम् अनुमा शाब्दबोधम् उपमानम् अनुमितिः तस्य करणम् अनुमानप्रमाणम् अस्तु अनुमितेः करणम् अनुमानम् तद्विषयौ व्याप्तिः पक्षधर्मता च निरूपितौ व्याप्तिः पक्षधर्मता च निरूपितौ क्षम्यतां भगिन्या किञ्चित् क्षम्यतां इदानीं तद्विषयौ व्याप्तिः पक्षधर्मता च निरूपितौ अतः अनुमानविषयौ व्याप्तिः पक्षधर्मता ते तौ निरूपितौ अस्तु तस्य एव अनुमानस्य सम्प्रति विभागम् आह प्रथमं यद् तस्मिन्नेव विषये प्रथमम् अनुमानस्य विषये वयं तस्य विभागम् आह इत्युक्ते तस्मिन् विषये उच्यते तत्र द्विविधम् अस्ति स्वार्थं परार्थम् इति अर्थ तत्र स्वार्थं परार्थम् इत्यस्य पदे यत् अर्थ इति पदम् अस्ति तस्य शास्त्रे फलम् इति व्यवह्रियते फले व्यवह्रियते शास्त्रे फले व्यवह्रियते अस्तु फलं प्रयोजनम् अर्थः इति पर्यायः तस्य पर्यायपदमस्ति प्रयोजनम् इति स्वस्य प्रयोजनं येन तत् स्वार्थम् अनुमानम् इदानीं स्वार्थ अनुमानम् इत्युक्ते किम् इति चेत् स्वस्य प्रयोजनं येन इति विग्रहवाक्यमस्ति तद् अनुमानं स्वार्थानुमानम् अनन्तरं प्रश्नः आगच्छति किं पुनः स्वस्य फलं परामर्शात्मक अनुमानेन इति किं पुनः स्वस्य फलम् इति स्वार्थानुमानं किमर्थं पुनः परामर्शात्मक अनुमानेन तृतीया अस्ति प्रश्नः किं महोदय कीदृशफलम् इति वा अत्र किमुक्तं स्वस्य प्रयोजनं येन भवति स्वस्य प्रयोजनं तत् स्वार्थम् अनुमानं खलु अनुमानेन किमपि प्रयोजनं भवति इति वदति तर्हि कीदृशः परामर्शात्मक अनुमानेन किं फलं किं तत् फलम् अस्तु आम् अपि च अत्र परामर्शात्मक अनुमानेन इत्युक्ते परामर्शात्मकमेव अनुमानम् परामर्शः एव अनुमानम् इति भाति अस्मिन् अनेन पदेन खलु अस्तु वा अग्रे सरला भगिनी पठति वा अस्मिन् अस्मिन् अनुमानप्रकरणे एव उपरिष्टात् निश्चयसञ्चयविरोधित्वं व्यवस्थापयते. सञ्चयस्तु प्रत्यक्षनिरूपणान्ते ज्ञानभेदनिरूपणप्रस्तावे निरूपितः. अयं च सञ्चयः पुरुषस्य दुःखं जनयति इति आनुभाविकम् एतत्. अनुमितिरूपनिश्चयेन पुरुषस्य सञ्चये उच्छिन्ने सञ्चयजन्यं दुःखमपि नश्यति. अयं दुःखध्वंस एव प्रकृते फलं प्रयोजनम् इति वा अर्थ इति वा उच्यते. तथा च एतादृशदुःखध्वंसः स्वात्मनि येन परामर्शात्मक अनुमानेन भवति तत् स्वार्थम् अनुमानं स्वस्य ज्ञातुः अर्थः. प्रयोजनं दुःखनाशरूपं येन तत् स्वार्थम् अनुमानम्. इदानीम् अनुमानप्रकरणे उपरिष्टात् निश्चयसञ्चयविरोधित्वं व्यवस्थाप्यते. अनुमानम् इति निश्चयात्मकज्ञानम् अस्ति. तत् निश्चयात्मकज्ञानं सञ्चयात्मकज्ञानस्य विपरीतम् अस्ति. सञ्चयात्मकज्ञानं किम् अस्ति, तस्य व्याख्या अस्ति सञ्चय एकस्मिन् धर्मणि यदि एकस्मिन् धर्मणि यथा पर्वते या पक्षे वहनी अस्ति वा न इति यदि द्वे प्रकारा आगच्छति तद्भवति सञ्चय इति सञ्चयात्मकज्ञानमस्ति. यत् द्वौ भिन्नौ प्रकारौ आगच्छति इति तत्र कः अस्ति वा न इति यदि मनसि सञ्चय आगच्छति तद्भवति सञ्चयात्मकज्ञानम्. उपरिष्टात् निश्चयः वयं पूर्वम् एतत् सञ्चयात्मकज्ञानं पृष्ठसङ्ख्या 960+100 पुटे वयं दृष्टवन्तः कथं सञ्चयात्मकज्ञान तस्य विभिन्नः प्रकारः वयं दृष्टवन्तः. अयं च सञ्चय यदि सञ्चयः अस्ति यदि ज्ञानस्य निश्चयं नास्ति मनसि तत् सञ्चय दुःखं जनयति. सञ्चयक आत्मकज्ञान तस्य फलम् अस्ति दुःखम् इति दुःखम् अनुभवम् अस्ति. यदि अनुमिति आगच्छति यथा स्वार्थ अनुमानं कृत्वा अनुमिति वयम् आगच्छति तत् सञ्चयस्य निश्चयं भवति तत् भवति निश्चयात्मज्ञानम् अनुमानं. निश्चयात्मकज्ञानम् अनुमितेः आगत्य यत् अनुमान व्यापारत्वेन यत् वयं परामर्शकज्ञानम् अनुमानम् इति यदि वयं दृष्टवन्तः तत् निश्चयात्मकम् इति अस्ति. यत् धूमव्याप्य पर्वतो इति यदि वयं जानीमः तत् अस्माकं मनसि यत् दुःखम् अस्ति अत्र वह्नि अस्ति वा न तस्य नष्टं भवति. तत् यदि नष्टं भवति दुःखं तत् फलं यस्य अस्ति तस्य फलम् अस्ति सुखम् अति दुःखध्वंस या सुखप्राप्ति इति आगच्छति. सो यत् पुरुषं स्वयम् एव अनुमानम् इति स्वयम् एव तस्य साधनं करोति तत् भवति स्वार्थ अनुमानम्. अनुभवेन तस्य अनुमानम् आगच्छति. तथा वयम् अत्र दशमस्ति पूर्वं महानसे अग्निः धूमा दृष्ट्वा तस्य मनसि व्याप्तिज्ञानं भवति. तद् भूयो भूयो दर्शनेन व्याप्तिज्ञानस्य संस्कारः जायते. तदनन्तरं धूमं दृष्ट्वा तस्य धूमम् उद्बोधकं भवति. यदि गुरुणाम् उद्बोधनं भवति तत् स्मृतिज्ञानम् आगच्छति, व्याप्तेः स्मृतिज्ञानम् आगच्छति. यदि व्याप्तेः स्मृतिज्ञानम् आगच्छति इदानीं तस्य संशयात्मकज्ञानं जगति, अत्र पर्वतवहनिमान् अस्ति वा न इति, यत् द्वयद् भिन्नो प्रकारो अस्ति अस्ति अन्यस्तमस्ति नास्ति, भिन्नो प्रकारो अस्ति. यदि व्याप्तिज्ञानस्य वृत्तिः आगच्छति इदानीं तस्य सञ्चयस नष्टं भवति, सः जानाति पर्वतवहनिमान् इति अस्ति, तत् प्रयोजनम् इति आगच्छति, स्वार्थ अनुमान् स्वयम् एव अनुभवेन इति फलं प्राप्नोति. अत्र दुःखध्वंसः एव फलं, सुखमिति वयम् ऊहां कर्तुं शक्नुमः किन्तु सुखमिति न उक्तं, किन्तु तथैव भवेत् किन्तु इति प्रयोजनं, दुःखध्वंसः एव फलं. तर्हि लक्ष्मी भगिनी स्वशब्दैः वदति वा, यतोहि भवती वर्गेण आसीत् सरलभगिनी तु आसीत्. अस्तु, स्वार्थ अनुमानं, स्वार्थ अनुमानम् इत्युक्ते यत् ज्ञानं निश्चयात्मकः ज्ञानमस्ति, निश्चयात्मकज्ञानम् इत्युक्ते किं वदामः, संशयस्तु प्रत्यक्षनिरूपणान्ते ज्ञानभेदनिरूपणप्रस्तावे निरूपितः. ओ, तत्तु पूर्वस्मिन् कक्षायां अन्य कुत्रापि एक तत् संशय इति एकप्रकारकज्ञानं खलु, संशयः सर्वम् उक्तं खलु, तत्र संशयः एकविधः, अपि च संशयः निश्चयस्य विरोधः. अयं संशयः पुरुषस्य दुःखं जनयति इति आनुवादिकं संशयः अस्तु, संशयः पुरुषस्य संशयः दुःखं जनयति इति अस्माकम् अनुभवम्. अनुमतिरूपनिश्चयेन पुरुषस्य संशये उच्छिन्ने संशयजन्यं दुःखमपि नश्यति. अस्तु, ओ अस्तु, अनुमतिज्ञानं यदा अनुमतिज्ञानम् उत्पद्यते तदा पुरुषस्य संशयः नश्यति, यदा पुरुषस्य संशयः नश्यति तदा दुःखमपि नश्यति. अतः अनुमतिज्ञानस्य मुख्यप्रयोजनमस्ति दुःखध्वंसः एव फलितार्थः इति, अनुमितेः फलितार्थः. तथा च एतादृशदुःखध्वंसः स्वात्मनि येन परामर्शात्मक अनुमानेन भवति तत् स्वार्थ अनुमानम्. अस्तु, अत्र स्वार्थ अनुमानम् इति स्वार्थानुमानस्य अन्य प्रयोजनं वा लक्षणम् अत्र अस्मिन् वाक्ये सारांशेन, प्रयोजनं वा लक्षणं वा सारांशेन दत्तम् इति, दुःखध्वंसः तस्य प्रयोजनमस्ति अनुमान, स्वार्थानुमानस्य प्रयोजनमस्ति दुःखध्वंसः. दुःखध्वंसः कथं भवति, परामर्शात्मक अनुमानेन इत्युक्ते सोपानेन यदा अनुमितेः ज्ञानं भवति परामर्शसहित अनुमान अनुमानकरण अनुमितेः ज्ञानं भवति तथा दुःखध्वंसः भवति, तदेव स्वार्थानुमानम्. अनुमानं किं करोति, अनुमानं अनुमिति ज्ञानं जनयति खलु. आम् आम् अनुमिते करण अहं करणमिति तत्र तत्र कथं चित्वा प्रविष्टुमिच्छति ततः वाक्य प्रायः वाक्यस्य रचना सम्यक् नासीत्. सम्यक् समीचीनम्. अनुमानेन अनुमितिः जायते अत्र स्व अर्थं स्वस्य अर्थं प्रयोजनं किं प्रयोजनं दुःखनाशनं येन अनुमानेन येन प्रमाणेन स्वस्य दुःखनाशं भवति तत् स्वार्थानुमानं स्वार्थम् अनुमानं तावदेव. अर्थ स्वार्थ तत्र अर्थपदस्य कु अर्थः प्रयोजनं कीदृशं प्रयोजनं दुःखनाशरूपं दुःखनाशम् एव प्रयोजनम्. अग्रे पठतु कृपया अनुमिति उत्पादः. अनुमिति उत्पादः तदेतत् स्वार्थ अनुमानं कथम् उत्पद्यते इति क्रमं सम्प्रति दर्शयति तथा तथा हि इत्यादिना स्वयमेव ज्ञाता भूयो दर्शनेन पुनः पुनः दर्शनेन महानसादौ व्याप्तिं गृहीत्वा महानसरूपे अधिकरणे धूमो अस्ति वह्निरपि अस्ति इति ज्ञात्वा पूर्वोक्तं धूमः वह्न्यभाव अधिकरणनिरूपित वृत्तित्वभाववान् इति व्याप्तिं गृह्णाति अनुभवति. अस्तु अस्तु उपरि दत्त स्थूलाक्षरैः दत्तं परिच्छेदस्य चतुर्थवाक्यात् अत्र अत्र विवरणमस्ति चतुर्थवाक्यस्य विवरणमस्ति अत्र तथा हि इत्युक्ते अत्र क्रमं स्वार्थानुमानं कथम् उत्पद्यते तत्र क्रममस्ति क्रमेण स्वार्थानुमानं भवति कथं क्रमस्य दर्शनम् अस्ति तथा हि इति वाक्यात् इति आरभ्य इति आरभ्य क्रमेण कथं स्वार्थानुमानं सिद्ध्यति इति दत्तं. तत्र प्रथमम् अस्ति यः ज्ञाता अस्ति पिता एव खलु यः ज्ञाता अस्ति सः पुनः अस्तु यः ज्ञाता अस्ति सः पुनः पुनः महानसे महानसे पश्यति यत्र धूमः अस्ति तत्र अग्निः अस्ति इति सः व्याप्ति तेन सः व्याप्ति व्याप्ति गृह्णाति न केवलं महानसः भिन्न अन्यत् कुत्र भवति महानसादौ अस्तु अन्य तु महानसा खलु अधिकरणे यज्ञशाला चत्वरः तादृश अधिकरणेषु यज्ञशाला इति क्षम्यतां गोष्ठादीनि पर्वतचत्वर महानस गोष्ठादीनि गोष्ठः तत्र सर्वत्र सः भूय पुनः पुनः सर्वत्र यत्र यत्र धूमः तत्र अग्निः अपि अस्ति इति सः दृष्ट्वा व्याप्तिज्ञानम् अधुना तस्मिन् अस्ति इत्युक्ते यत्र धूमः अस्ति तत्र वह्निः अपि इति ज्ञात्वा यदा सः पर्वतसमीपे गच्छति तत्र धूमः पश्यति पूर्वोक्तव्याप्ति सः स्मरति धूमः सः व्याप्ति सः पुनः पुनः तस्य ज्ञानं कथम् इत्युक्ते वह्नि अभाव अधिकरणनिरूपितवृत्तित्वाभावः धूमः कः धूमस्य लक्षणवाक्यं किम् इति इत्युक्ते वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् इति इति अर्थात् धूमः वह्निव्याप्तिविशिष्टधूमः व्याप्ति किं व्याप्तिः किम् अस्ति इत्युक्ते वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभाववान् वृत्तित्वाभावान् व्याप्ति सत्यम् इति अभावः कुत्र अस्ति तादृश अभावः कुत्र अस्ति तादृश अभावः तादृश अभावः तदेव वह्नि अभाव अधिकरणनिरूपितः कुत्र अस्ति धूमे अस्ति धूमे अस्ति आम् हलो अभाववान् धूमः इत्युक्ते अभावः धूमे इति व्याप्तिं सः अनुभवति अत्र गृह्णाति सामान्यतया अवगमनविषये प्रयोगं कुर्मः तत्र महान् अथवा व्याप्तिं गृहीत्वा गृह्णाति अवगच्छति इति अत्र गृह्णाति अनुभवति अन्तिमवाक्ये व्याप्तिं गृह्णाति व्याप्तिम् अनुभवति ग्राह्यपदं बहुषु तलेषु ज्ञानविषये अवगच्छति इति विषये उक्तं प्रयुङ्क्ते अत्र अनुभवः विषये अपि प्रयोगं कृतम् इत्येव रामप्रिय भगिनी साधु अस्ति वा प्रश्नः अस्ति वा न न स्पष्टमेव महोदय अस्तु अग्रे पठतु कृपया रामप्रिय भगिनी आम् अत्र धूमः व्याप्तेः आश्रयः आधेया भवति व्याप्तिः तादृशवृत्तित्व अभावरूपा स च वह्नि अभाव अधिकरणनिरूपितवृत्तित्वभावः धूमे स्वरूपसम्बन्धेन अस्ति तेनैव सम्बन्धेन ज्ञायते तादृशव्याप्तिः अनुभवात् तस्मिन् आत्मनि संस्कारः उत्पद्यते तस्य उपयोगः वक्ष्यते अस्तु अत्र धूमः व्याप्तेः आश्रयः अत्र इत्युक्ते धूमः वह्नि अभाव अधिकरणनिरूपितवृत्तित्वभाववान् इति अत्र व्याप्तिं गृह्णाति इति तत्र धूमः व्याप्तेः आश्रयः समीचीनं वा महोदय सम्यक् व्याप्तिः एव अभावः खलु अत्र विशिष्ट अभावः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभावः एव व्याप्तिः तस्य आश्रयः धूमः आधेया भवति व्याप्तिः यत्र वयं तादृशं वदामः तत्र व्याप्तिः आधेया भवति तादृशवृत्तित्व अभावरूपा कीदृशव्याप्तिः इत्युक्ते तादृशवृत्तित्व अभावरूपा वृत्तित्व अभावरूपा व्याप्तिः अस्तु स च वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभावः धूमे स्वरूपसम्बन्धेन अस्ति अस्तु धूमे कीदृशसम्बन्धेन वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभावः अस्ति चेत् स्वरूपसम्बन्धेन अभावः अस्ति अतः स्वरूपसम्बन्धेन अस्ति तेनैव सम्बन्धेन ज्ञायते ज्ञायते इत्युक्ते स्वरूपसम्बन्धेन अस्ति इत्यनेन वयं ज्ञातुं शक्नुमः तद् अभावः इति वा अस्तु तादृशव्याप्ति अनुभवात् तस्मिन् आत्मनि संस्कारः उत्पद्यते तादृशव्याप्तिः अनुभवात् इत्युक्ते वह्नि अभाव अधिकरणनिरूपितवृत्तित अभावः इति यद् अनुभवः अस्ति तस्मात् तस्मिन् मनसि इत्युक्ते यद् ज्ञाता तस्मिन् मनसि आत्मनि संस्कारः उत्पद्यते तस्य उपयोगः वक्ष्यते अग्रे आगच्छति तस्य उपयोगः आत्मनि संस्कारः इति प्रथमम् अनुभवः, अनन्तरम् इदानीं संस्कारः उत्पद्यते. संस्कारात् स्मरणं भवति खलु, पूर्वं बहुपूर्वं पठितम्. आम् अनुभवसंस्कारः अनन्तरं अग्रे पठतु कृपया. प्रश्नः अस्ति वा कस्यापि? अग्रे पर्वतसमीपं पर्वतसमीपं गतः इत्यनेन पर्वतः दृष्टः इति सूचितम्. तद्गते च अग्नौ सन्दिहानः इत्यनेन पर्वतः वन्निमान् न वा इति आकारकः दुःखजनकः संशयः ज्ञातुः भवति इति उक्तम्. धूमं दृष्ट्वा इत्यनेन पर्वते धूमज्ञानम् उत्पद्यते इति उक्तम्. तदेव च पक्षधर्मताज्ञानम् उक्तं भवति. अस्तु, इदानीं पर्वतसमीपं गतः इति यत् पदमस्ति तत्र वयं पर्वतसमीपं गतवान् इति, वयं पर्वतं दृष्टवान् इति तत् सूचितमस्ति. अनन्तरं तद्गते च अग्नौ सन्दिहानः, तद्गते इत्युक्ते पर्वतं समीपं गत्वा अग्नौ सन्दिहानः, सन्दिहानः इत्युक्ते संशयः अस्ति तस्मिन् मनसि, अग्निः अस्ति वा न वा इति. तत्र दुःखजनकः इत्युक्ते पर्वतः वन्निमान् न वा इति यत् संशयः अस्ति, तेन आकारेण दुःखजनकः संशयः ज्ञातुः भवति इति उक्तम्. अस्तु, तस्य मनसि इदानीं संशयः उत्पन्नः, दुःखजनकः संशयः उत्पन्नः. धूमं दृष्ट्वा इत्यनेन पर्वते धूमज्ञानम् उत्पद्यते इति उक्तम्. यत्र वयं धूमं दृष्ट्वा इति यत् पदमस्ति, वाक्यमस्ति, तेन वयं ज्ञातुं शक्नुमः धूमज्ञानं तस्मिन् मनसि, पर्वते धूमः अस्ति इति ज्ञानं ज्ञातुः मनसि इदानीम् उत्पद्यते. तदेव पक्षधर्मताज्ञानम् उक्तं भवति. यद् ज्ञानम् इदानीम् उत्पद्यते तस्य मनसि, तदेव पक्षधर्मताज्ञानम्. कस्य ज्ञानं पक्षधर्मताज्ञानं? कीदृशं ज्ञानं पक्षधर्मताज्ञानं? कीदृशज्ञानं? कस्य ज्ञानम्? अनुमानस्य. न न, पूर्वस्मिन् वाक्ये किम् अस्ति? पर्वते किं दुःखजनक दुःखनाशज्ञानं? पक्षधर्मता कः का अत्र? धूमः, धूमः एव पक्षधर्मता. धूमं दृष्ट्वा, तर्हि पक्षधर्मता ज्ञानं कस्य ज्ञानम्? ओ, धूमस्य ज्ञानम्. अस्तु अस्तु, धूमज्ञानं पूर्वस्मिन् वाक्ये अस्ति खलु. धूमं दृष्ट्वा पर्वते धूमज्ञानम् उत्पद्यते, तदेव पक्षधर्मता ज्ञानं. धूमज्ञानम् एव पक्षधर्मता ज्ञानम्. अत्र पश्यतु, क्रमः पश्यतु. पर्वतसमीपं गतवान्, अनन्तरं प्रथमं धूमं पश्यति, अनन्तरं संशयः जायते. अनुभवः तथा अस्ति, किन्तु वाक्ये किम् उक्तम्? अग्नौ सन्दिहानः धूमं पश्यन् व्याप्तिं स्मरति. अत्र यद्यपि तथा उक्तं, क्रमः भिन्नरीत्या उक्तम्, अनुभवः तथा नास्ति. अनुभवः किमस्ति? धूमं पश्यन् अनन्तरं संशयः उदेति, तदनन्तरं व्याप्तिं स्मरति इति क्रमः, तथा स्वीकर्तव्यम् इति वर्गे उक्तं. यद्यपि तत्र स्थूलक्षरैः तथा लिखितं, क्रमः किञ्चित् भिन्नः. धूमम् अदृष्ट्वा कथं सन्देहः भवति? तदेव, न न, तस्य मनसि सन्देहः अस्ति पर्वतः वन्निमान् न वा इति. तत् सन्देहः कथम् आगच्छति इत्युक्ते धूमं दृष्ट्वा एव आगन्तुं शक्यते किल. सत्यम्. अस्तु, केवलं पर्वतं दृष्ट्वा किमपि सन्देहः न आगच्छति. न आगच्छति इति. अस्तु, अग्रे लक्ष्मीभगिनी पठति वा व्याप्तिं स्मरति इति? आम्, व्याप्तिं स्मरति इति व्याप्तिं स्मरति इति प्रत्यक्षखण्डे हि हस्तिहस्तिपकदृष्टान्तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति लोकसिद्धः न्यायः उक्तः. इह अपि महानसे वह्निधूमौ दृष्ट्वा वह्निव्याप्तिरूपः वह्नि अभाव अधिकरणरूपित वृत्तित्व अभावः धूमे ज्ञायते. इदं च ज्ञानं व्याप्तेः अनुभवः. तेन च आत्मनि तद्विषयकः संस्कारः उत्पद्यते. तथा च दृष्टान्ते यथा एकसम्बन्धिनः हस्तिपकस्य ज्ञानेन अपरसम्बन्धिनः हस्तिनः ज्ञानं स्मरणरूपमुत्पद्यते तथा प्रकृते अपि धूमरूपस्य एकसम्बन्धिनः चक्षुषा दर्शनेन अपरसम्बन्धिनः व्याप्तेः स्मरणम् उत्पद्यते. अतः एकसम्बन्धिज्ञानं ज्ञानम् अपरसम्बन्धिनस्मारकम् इति नियमेनैव धूमज्ञानेन व्याप्तिस्मरणं भवति इति ज्ञापनाय धूमं दृष्ट्वा व्याप्तिं स्मरति इति मूलकृता अभिहितम्. व्याप्तेः पूर्वमुक्तमेव स्वरूपमाह यत्र यत्र धूम इति वस्तुतस्तु अनेन वाक्येन वह्निव्यापः इति ज्ञाते अर्थात् धूमः व्याप्यः इति ज्ञायते इति प्रागेव प्राग्वेदितमेव अस्तु प्राग्वेदितं प्रागवेदितमेव ओ अस्तु प्राग् आवेदितम् ओ प्राग् आवेदितम् आमामाम् अस्तु प्राग् आवेदितम् अस्तु महोदय. अस्तु व्याप्तिं स्मरति इति पूर्वस्मिन् परिचये स्थूलक्षरैः यत्र व्याप्तिं स्मरति इति दत्तं ततः पर्वतसमीपे गच्छति तत्र धूमः पश्यति धूमं पश्यन्तः व्याप्तिं स्मरति व्याप्तिं स्मरति इति अर्थः कः इत्युक्ते अत्र अन्यदृष्टान्तः अपि पूर्वं दृष्टवन्तः. यदि हस्ति एकवारं हस्तिपकः मिलित्वा ज्ञाता पश्यति अनन्तरम् अन्यप्रदेशे सः केवलं हस्तिपकः एव पश्यति चेत् हस्तिपकः एव पश्यति किन्तु तस्मिन् एव समये अनन्तरक्षणे हस्तिनः अपि सः स्मरति इत्युक्ते एकसम्बन्धिनज्ञानम् एकसम्बन्धिज्ञानम् अपरसम्बन्धिज्ञानं स्मारयति एकसम्बन्धज्ञानम् अन्यसम्बन्धज्ञानस्य अपरसम्बन्धज्ञानस्य स्मारकः इति लोके अस्माकम् अनुभवः एव तथैव महानसे वह्नि धूमौ मिलित्वा दृष्ट्वा अपि च यत्र वह्नि अभावाधिकरणे धूमः अपि धूमः नास्ति इति तदपि ज्ञात्वा धूमः वह्निव्याप्यः इति ज्ञायते इदं च ज्ञानं एकनिमिषम् अत्र केवलम् एकं वदामि सम्यक् उक्तम् अत्र हस्तिपकः एकवारं दृष्ट्वा इति भवती उक्तवती एकवारम् इति न बहुवारम् आमां बहुवारं दृष्ट्वा द्वयोः मिलित्वा बहुवारं दृष्ट्वा यदि सः हस्तिपकः एव सः अन्य कुत्रापि पश्यति तदानीं हस्तिपकः हस्तिनयोः सम्बन्धः स्मरति तथैव यथा वह्निधूमयोः बहुवारं भूयो भूयो दर्शने उक्तं खलु समानं बहुवारं सम्बन्धिनौ पश्यामश्चेत् अनन्तरम् एकः एव सम्बन्धिनं पश्यामश्चेत् ओ अपरः कुतः इति प्रश्नः इति स्मरति स्मरणं भवति. अस्तु अग्रे इदं च ज्ञानं व्याप्तेः अनुभवः इदं च अत्र इदम् इत्युक्ते इदं ज्ञानम् इत्युक्ते वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभावः धूमे तत् ज्ञानं व्याप्तेः अनुभवः तेन च आत्मनि तद्विषयकः संस्कारः उत्पद्यते. अस्तु अस्तु तेन इत्युक्ते अत्र पुनः पुनः मानसे वह्निधूमौ ओ अस्तु अत्र अत्र व्याप्तिज्ञानम् एव आत्मनि संस्कारः उत्पद्यते. अतः तथा च दृष्टान्ते यथा एकसम्बन्धिनः हस्तिपकस्य ज्ञानेन अपरसम्बन्धिनः हस्तिनः ज्ञानं स्मरणरूपम् उत्पद्यते तथा प्रकृते अपि धूमरूपस्य एकसम्बन्धिनः चक्षुषा दर्शनेन अपरसम्बन्धिनः व्याप्तेः स्मरणम् उत्पद्यते. अस्तु अत्र धूमः वह्नयोः अपर उदाहरणम् अन्यदृष्टान्तः अस्ति हस्तिपकः हस्तिपकनः हस्तिपकः हस्तिनः हस्तिपकस्य ज्ञानेन हस्तिनस्य ज्ञानमपि उत्पद्यते स्मरणात् स्मृतिपथात् हस्तिनस्य ज्ञानमपि यदा आगच्छति तथैव धूमरूपः एकसम्बन्धः केवलं पर्वतं गत्वा यदि धूमः एव दृश्यते धूमः एव चक्षुषा दृश्यते तदा तद्धूमम् अन्यविषयः स्मारयति व्याप्तेः विषयं स्मारयति व्याप्ते इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्यज्ञानं स्मारयति. अतः एकसम्बन्धिनज्ञानपरम्परसम्बन्धि स्मारकमिति क्षम्यताम् अपरसम्बन्धिस्मारकम् इति नियमेनैव धूमज्ञानेन व्याप्तिस्मरणं भवति इति. अस्तु व्याप्तिस्मरणं नियमेन भवति प्रथमं अन्य कुत्रापि पुनः पुनः महानसे वा अन्य कुत्रापि यागशालायां अन्य कुत्रापि यदा पुनः पुनः दर्शनेन यदा यत्र यत्र धूमः तत्र तत्र वह्निः इति संस्कारः भवति तदनन्तरं धूम पर्वते धूमं दृष्ट्वा एक धूममिति एकसम्बन्धिनः ज्ञानम् एकसम्बन्धिज्ञानं तत् अपरसम्बन्धिज्ञानं स्मारयति नियमेन स्मारयति तत् व्याप्ति तत् स्मरणं नियमेन यत् स्मरणम् आगच्छति तत् व्याप्तिस्मरणम् इति ज्ञापनाय धूमं दृष्ट्वा व्याप्तिं स्मरति इति मूलकृता अधिहितं मूलकृता इति ग्रन्थस्य मूलकृता कृता धूमं दृष्ट्वा व्याप्तिं स्मरति इति मूलकृता अधिहितम् ओ अस्तु अत्र धूमं दृष्ट्वा व्याप्तिं स्मरति इति अत्र पूर्वस्मिन् पुटे अपि तदेव अस्ति स्थूलाक्षरैः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र अस्तु अस्तु मूल ग्रन्थ यत्र स्थूलाक्षरैः यत् अस्ति तत् ग्रन्थस्य मूलकृता इत्युक्ते अन्नवभट्ट इति मन्ये खलु सः किमर्थम् एतद् उक्तवान् इत्युक्ते धूमं दृष्ट्वा व्याप्तिं स्मरति इति इत्युक्ते एकसम्बन्धिनज्ञानम् अपरसम्बन्धिनज्ञानस्य ज्ञानं स्मारयति धूमं व्याप्तेः ज्ञानं स्मारयति इति व्याप्तेः पूर्वमुक्तवे स्वरूपमाह यत्र यत्र धूमः इति अतः व्याप्तेः स्वरूपं किम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तेः स्वरूपं वस्तुतस्तु अनेन वाक्येन वह्निः व्यापकः इति ज्ञाते अर्थात् धूमः व्याप्यः इति ज्ञायते इति प्राक् आवेदितमेव अस्तु अन्य वस्तुतस्तु अस्तु अस्तु अन्य धूमं दृष्ट्वा व्याप्तिः स्मरति इति एकमस्ति अन्यरीत्या वदामः चेत् धूमः वह्निव्याप्यः, नो चेत् वह्निः व्यापकः, अर्थात् धूमः वह्निव्याप्यः, धूमः व्याप्यः इति अनेकप्रकारेण ज्ञानं तत्र भवति. अत्र अनेन वाक्येन, केन वाक्येन इत्युक्ते यत्र यत्र धूमः तत्र अग्निः इति वाक्येन किम् अवगाहते? धूमः व्याप्यः वह्निः व्यापकः इति इति पूर्वं पठितं खलु. आम्, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. आम् खलु. आमाम् आमां, यत्र यत्र यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. सम्यक् अस्ति. अत्र यथा वह्निधूमयोः सम्बन्धः अस्ति तथा एव हस्ति हस्तिपकयोः सम्बन्धः अस्ति. बहुवारं समानं दृष्ट्वा, सहचर्यं दृष्ट्वा एकमेव पश्यामः चेत् अपरस्य स्मारकः अवश्यं भवति. तथा एव किन्तु भेदः अस्ति, हस्तिहस्तिपकयोः व्याप्तिसम्बन्धः नास्ति, वह्निधूमयोः व्याप्तिसम्बन्धः अस्ति इति भेदः अस्ति उदाहरणे. साधु प्रश्नः अस्ति वा? इत्युक्ते किं पठितं वेदितं ज्ञातम् पठितं सरला भगिनी समापयति वा? उत्पन्नं व्याप्तिरूपविशेषणतावच्छेदकप्रकारकज्ञानम् अग्रिमक्षणे दर्शितरीत्या विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् उत्पद्यते. तं परामर्श आह तदनन्तरमिति व्याप्तिज्ञानपरामर्शयो कार्यकारणभावसूचनाय. पुनः यत् वयं पूर्वं दृष्टवन्तः, व्याप्ति इति भवति विशेषण, धूम अस्ति तस्य आश्रय, सो व्याप्तिः विशेषणता, व्याप्तित्वं भवति विशेषणतावच्छेद छेदकधर्म आगच्छति तत्र. सो व्याप्तेः विशेषणता अवच्छेदक ज्ञानम् इति अस्ति, व्याप्यधूम इति ज्ञानं. सो व्याप्तेः ज्ञान आकारः अस्ति धूमव्याप्य इति. तद् भवति यदि तत् धूम पक्षे अस्ति, तत् धूमं भवति विशिष्ट. तो इदानीं विशिष्टवैशिष्ट अवगाहि ज्ञानम् आगच्छति. तद् धूम विशेषणम् अस्ति पक्ष प्रति, तद्भवति विशिष्ट. यत् पूर्वम् एव विशेषणतायाः विशेषणतायाः अवच्छेदकम् अस्ति, तत् अस्ति विशिष्ट. सो विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् अत्र आगच्छति. व्याप्ति वैशिष्ट्य अवगाहि ज्ञानं भवति पक्षधर्मता ज्ञानं, द्वाभ्यां ज्ञानाभ्यां परमार्शम् आह तदनन्तरम् इति भवति जनकज्ञानं, मीन्स् कारणज्ञानं. तस्मात् आगच्छति कार्यम् अनुमिति ज्ञानं. तदनन्तरमिति व्याप्तिज्ञानं परामर्शयोः कार्यकारणभावसूचनाय. सो इदानीं जनकजन्य इति कार्यकारणभाव वयं दृष्टवन्तः. सो व्याप्तिज्ञानम् एव पूर्वज्ञानं भवति परामर्शज्ञानस्य एकं पक्ष, अन्यसि पक्षधर्मता. सुव्याप्ति परामर्शयो ज्ञान भवति कारणज्ञानं, तस्मात् अस्ति कार्यम् अस्ति अनुमिति ज्ञान. किन्तु अन्तिमकार्यं तु अनुमितिः सत्यं, किन्तु अत्र न उक्तम् अत्र कार्यकारणभावः कयोः. अत्र कार्यकारणभावः अस्ति व्याप्तिः कारणं परामर्शज्ञान, व्याप्तिज्ञानपरामर्श भवति कार्यं. अत्र तावदेव सोपानम् अस्तु. अनुमतिः इतोपि अनन्तरं विशिष्टवैशिष्ट्यवगाहि ज्ञानम् उत्पद्यते तत् अस्ति परामर्शज्ञानं साधु अनुमतिः न दत्तम् अस्ति साधु अनुमति अग्रिमे परिच्छेदे आगच्छति अस्तु एतावता व्याप्तिज्ञानात् परामर्शज्ञानम् जनकः इत्युक्ते उक्तं जनकः व्याप्तिज्ञानं परामर्शज्ञानम् आगच्छति अस्तु तावदेव पठितं समयः अपि जातः प्रश्नः अस्ति वा किमपि अस्तु धन्यवादः शुभरात्रिः शुभरात्रिः धन्यवादः धन्यवादः महोदय शुभरात्रिः नमस्कारः नमस्कारः